राजसहस्राणि क्रियन्ते हरनिशं मया दासोऽयमिति मामत्वां क्षमस्व परमेश्वरी तथा कुरु अज्ञानात् विस्मृतेर्भ्रान्त्यायन्योनम् अधिकं कृतं तत्सर्व क्षम्यतां देवी प्रसीद परमेश्वरी कामेश्वरी जगन्माता सच्चिदानन्द विग्रहे गृहाणार्चामि मां प्रीत्या प्रसीद परमेश्वरी For more entertainment, log on and subscribe to www.youtube.com/Venus Devotional.